गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अस्तु तर्हि गते वर्गे अनुमाननिरूपणम् अनुमानपरिच्छेदः अनुमानखण्डम् आरब्धम् तत्र अनुमितिकरणम् अनुमानम् परामर्शजन्यम् ज्ञानम् अनुमितिः इति पठितम्। तर्हि अनुमितिः इति ज्ञानम् इति गुणस्य एकविधः अस्ति इति मनसि भवेत्। ज्ञानम् इति नवसु आत्मगुणेषु अन्यतमः आत्मनि वर्तते, तादृशज्ञानम् द्विधा विभक्ता अस्ति, स्मृतिः अनुभवः इति। तत्र अनुभवः पुनः चतुर्धा विभक्ता अस्ति। तत्र प्रत्यक्षम् इति प्रथमविभागः, तदस्माभिः पठितम्। तत्र तु करणं भवति प्रत्यक्षम् एव, अनुमितिकरणम् अनुमानम् इति यथा वाक्यं भवति तत्र समानवाक्यं प्रत्यक्षकरणं प्रत्यक्षम् एव। तर्हि प्रत्यक्षम् इति पदेन ज्ञानम् अपि उक्तं करणमपि उक्तं, किन्तु अत्र तु भिद्यते। अनुमितिः इति ज्ञानस्य नाम अस्ति, अनुमानम् इति करणस्य नाम अस्ति। अपि च कीदृशकरणम् इति चेत् अत्र परामर्शजन्यं ज्ञानम् अनुमितिः। तत्र परामर्शः इति यदुक्तं तदेव अनुमानम्, अपि च तदपि स्वयं ज्ञानमस्ति, अतः एव अत्र अनुमा, तत्र अनु इति प्रयोगः दृश्यते। अन्यत् ज्ञानम् अनुसृत्य एतद् ज्ञानं भवति, तदनन्तरम् एतद् ज्ञानं भवति इति। तर्हि तत्र व्युत्पत्तिः कथं भवति इति अस्माभिः दृष्टं। तदनन्तरं पक्षसाध्ये इति निरूपणम्, तत्र पक्षः कः, हेतुः, एते सर्वे पारिभाषिकशब्दाः। तर्हि अस्मिन् विषये समीचीनज्ञानं मनसि भवेत्। तर्हि साध्यम् इत्युक्ते किम्? अनुमितेः विषयः, अनुमितिज्ञानस्य विषयः यदस्ति तदेव साध्यम्। तदनन्तरं पक्षः कः इति चेत् साध्यवान् हेतुमान् च पक्षः, पक्षे साध्यं भवेत्, हेतुः अपि भवेत्। सामान्यतया अत्र किञ्चित् यदा इतोपि गभीरचिन्तनं कुर्मः तन्त्रि तत्र किञ्चित् परिष्कर्तव्यं भवति, किन्तु इदानीं साध्यवान् हेतुमान् च पक्षः इति स्वीकुर्वन्तु। तदनन्तरं येन पक्षे साध्यसिद्धिः तत् हेतुः, नो चेत् साधकः। पक्षे साध्यसिद्धिः येन क्रियते तत् हेतुः वा साधकः वा इति कथ्यते, तावत् पठितम् अस्माभिः। तदनन्तरम् अशीतिः अधिक एकशततमपुटे अत्र शीर्षकमस्ति पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणम् इति, ततः पठनीयम् अस्ति। अस्तु, श्रीराममहोदय आरब्धुमिच्छति वा? पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणम्। पदस्वभावम् इत्युक्ते प्रायः तत्र एकमपि पदं स्वीकृत्य पदम् इत्युक्ते सुप्तिगन्धपदम् इति व्याकरणे अस्ति तदेव अत्रापि। तर्हि पदं सुप्तिगन्धं पदं, पदस्य स्वभावम् आदाय व्याप्ति इति पदम्। अत्र पक्षः इत्युक्ते किं, साध्यम् इत्युक्ते किं, हेतुः इत्युक्ते किम् इति अस्माभिः अधीतं खलु। तर्हि इदानीं व्याप्तिः इत्युक्ते किम् इत्यस्मिन् विषये पाठः। तत्र व्याप्तिः भिद्यते, पदस्वभावम् अनुसृत्य व्याप्तेः अर्थः भिद्यते। अस्तु, पठतु। कथं हि धूमः साधकः उच्यते? अत्र अस्माकम् उदाहरणम् अस्ति, तत्र पर्वते अग्निमान् धूमात् इति अनन्ति अनुमानवाक्यमस्ति, तत्र धूमः साधकः कथम् इति अस्ति. धूमे वह्निसम्बन्धः व्याप्तिसंज्ञकः, व्याप्तिसंज्ञकः तत्र वह्निसम्बन्धः इत्युक्ते वह्निना सम्बन्धः तत्र धूमे अस्ति इति कृत्वा व्याप्तिसंज्ञकः अस्ति धूमे. धूमे इति अहं चिन्तयामि, धूमे व्याप्तिसंज्ञकः इति संज्ञा अस्ति वा? व्याप्तिसंज्ञा अस्ति वा? व्याप्ति इति संज्ञा, तर्हि व्याप्ति इत्यनेन किं बोध्यं? तत्र धूमः एव ज्ञातं, धूमः एव ज्ञातः व्याप्ति, तस्य व्याप्ति इति संज्ञा अस्ति. संज्ञा अस्ति कस्य? धूमस्य व्याप्ति इति संज्ञा वा? धूमे वह्निसम्बन्धः व्याप्तिसंज्ञकः, वह्निसम्बन्धः एव व्याप्तिः. इत्युक्ते व्याप्तिः, व्याप्तिः इत्युक्ते सम्बन्धः इति मनसि स्थापयतु. व्याप्तिः इत्युक्ते सम्बन्धः. तर्हि सम्बन्धः इति वदामश्चेत् अत्र तयोः मध्ये इति वक्तव्यं खलु? उभयत्र भवति, सत्यं. तर्हि धूमवन्योः मध्ये यः सम्बन्धः, अपि च धूमवन्योः मध्ये कीदृशसम्बन्धः भवति? तत्र संयोगसम्बन्धः. संयोगसम्बन्धः उभयनिष्ठः खलु? उभयनिष्ठ, सत्यं. तर्हि संयोगसम्बन्धः यद्यपि उभयनिष्ठः, अत्र तर्हि उभयनिष्ठः इति कृत्वा संयोगः वह्नौ अपि अस्ति, धूमे अपि अस्ति. तर्हि वह्नौ विद्यमानसम्बन्धस्य वह्नौ यः संयोगसम्बन्धः अस्ति तस्य नाम व्याप्तिः वा? धूमे यः सम्बन्धः अस्ति तस्य नाम व्याप्तिः वा? नो चेत् उभयोः नाम व्याप्तिः वा? अत्र धूमे विद्यमानवह्निसम्बन्धः एव व्याप्तिसम्यकः, इत्युक्ते सम्बन्धः यत् धूमे अस्ति तत् संयोगसम्बन्ध, अस्मिन् सन्दर्भे संयोगसम्बन्धः यत् धूमे अस्ति इत्युक्ते हेतौ अस्ति, तदेव व्याप्तिसम्यकः. उत्तमं. हेतौ विद्यमानसाध्यसम्बन्धः, अत्र वह्निः एव साध्यं खलु, धूमः इति हेतुः, साधकः इति चिन्तयतु. तर्हि साधके विद्यमानसाध्यसम्बन्धः एव व्याप्तिः इति नाम. एतदपि मुख्यवार्ता अस्ति, एतद् न विस्मर्तव्यं, नो चेत् क्लेशः भवति अग्रे. इत्युक्ते साध्ये यद्यपि सम्बन्धः अस्ति, धूमः धूमवन्योः मध्ये सम्बन्धः अस्ति चेत् तत्र संयोगसम्बन्धः साध्ये अपि अस्ति, साधके अपि अस्ति, किन्तु साधके विद्यमानसाध्यसम्बन्धस्य नाम एव व्याप्तिः इति. व्याप्ति इति पदं पञ्चपदार्थान् बोधयति. अस्तु, तत्र व्याप्ति, क्षम्यतां महोदय, अत्र इतोपि किञ्चित् अवगन्तव्यं. यथा इदानीम् अस्माभिः चिन्तितं धूमे साधके विद्यमानवह्निसम्बन्धः साध्यसम्बन्धः एव व्याप्तिः इति उक्तं. किमर्थं तदुक्तम् इति चेत् कथं हि धूमः साधकः वह्निं प्रति कथं धूमः साधकः अभवत् इति चेत् अत्र धूमे व्याप्तिः अस्ति इति कृत्वा. अस्तु, बुद्धं खलु? धूमे वह्निसम्बन्धः अस्ति इति कृत्वा, सम्बन्धः नास्ति चेत् हेतुः न भवितुमर्हति. तर्हि धूमे वह्निसम्बन्धः अस्ति, अपि च किमर्थं धूमे इति उक्तं, किमर्थं वह्नौ इति न उक्तम् इति चेत् वह्निः एव साध्यं खलु, वह्निः न दृश्यते. दृश्यते प्रत्यक्षेन, प्रत्यक्षेन न दृश्यते, धूममेव गृह्यते प्रत्यक्षेन. तर्हि धूमे विद्यमानवह्निसम्बन्धः एव व्याप्तिः. किमर्थम् एतदुच्यते इति चेत् धूमः तदा एव धूमः साधकः भवति, नो चेत् न. अस्तु, भवतु, इदानीम् अग्रे. व्याप्ति इति पदं पञ्चपदार्थान् बोधयति. सत्यं पदं बोधकम् इत्युक्ते व्याप्ति इति यत् सम्बन्धः अस्ति धूमे, तत् पञ्चपदार्थान् बोधयति, के के इति अग्रे अस्ति. सत्यं पदं बोधकम्, एकं पदम् एकमपि पदम् अस्ति तद् बोधकम् अस्ति. कथं तु तत् पञ्चपदार्थान् बोधयति उच्यते. पदानां बोधकता प्रसिद्धा एव. घट घटे इति पदं, घटः इति पदं यदि स्वीकुर्मः तेन पदेन घटः घटत्वं समवायः इति त्रयाणाम् अर्थानां ज्ञानं भवति. अस्तु, तत्र पदं यत्किमपि पदं स्वीकुर्मः, उदाहरणार्थं तत्र घटः इति पदं पदार्थं नास्ति, पदं वाक्यं वाक्ये प्रयोगं कुर्मः तत् पदं. पदेन पञ्च अर्थान् ज्ञातुं शक्नुमः. अत्र घटः महोदय सर्वत्र नास्ति, सामान्यतया सत्यं न सामान्यतया अपि नास्ति. अत्र किं पदं पञ्चपदार्थान् बोधयति? व्याप्ति इति पदं पञ्चपदार्थ, व्याप्तिसंज्ञकपदं, व्याप्तिः इति पदं पञ्चपदार्थान् बोधयति. तत्र अस्तु, तत् साधनार्थं प्रथमं घटम् इति उदाहरणं स्वीकृत्य अग्रे. हा, घटः इति व्याप्तिः नास्ति, व्याप्तेः उदाहरणं नास्ति, केवलम् अत्र घटः इति पदमस्ति खलु. सत्यं, हा, घटः इति पदे तत् किं घटः इति पदं किं द्योतते इत्युक्ते, तत्र घटः साक्षात् द्रव्यं द्योतते, द्रव्ये विद्यमानं तत्र जातिः घटत्वं, तन्त्रम् उभयोः अनयोः मध्ये विद्यमानः सम्बन्धः, समावयसम्बन्धः इति कृत्वा तत्र त्रयः त्रयाणां बोधः जायते. त्रयाणां पदार्थानां बोधः जायते. सत्यं, तदेव अत्र अग्रे चित्रे निरूपितमस्ति. तत्र घटम् इति पदम् अस्ति, तत्र बोधकता, तत्र त्रीणि पदार्थ द्वितीयविभक्तिः त्रयः नपुंसकलिङ्गे द्वितीयावधिः तदेव भवति खलु. न, पदार्थान् इति पुल्लिङ्गे अस्ति खलु महोदय. हा, सत्यं, त्रीन् पदार्थान्, त्रीन् पदार्थान्, त्रीन् त्रयान् वा, विस्मरतु, त्रीन् एव वा. अस्तु, त्रीन् पदार्थान् बोधयति. ते के इत्युक्ते घटत्वं समवायः घटः, तदेव बोध्यः, घटत्वं बोध्यः अस्ति, एवं समवायः बोध्यः अस्ति, घटः अपि बोध्यः अस्ति. घट इति पदं घटं घट इति पदे बोधकता अस्ति इति कृत्वा तत्र एवं निरूपितं, घटनिष्ठबोधकता निरूपितबोध्यता घटत्वम् इति निरूपित बोध्यता आश्रयघटत्वम्, एवं घटपदनिष्ठबोध्यकता निरूपितबोध्यता आश्रयत्वं समवायः इति एवं भवति. हा, तर्हि अत्र घटत्वं समवायः घटः इति किं स्मारयति? घटत्वम् इत्युक्ते घटः अस्ति, तत्र विद्यमानजातिः अस्ति, अनयोः सम्बन्धः एकेन पदेन भवति. अयं घटः इति ज्ञानमस्ति खलु, प्रत्यक्षज्ञानं. हा, वदतु. त्रीणि विषयः, ज्ञानस्य त्रयः विषयाः भवन्ति खलु, विषयसत्यम्. एवम् अत्रापि, किन्तु अयं घटः इति प्रत्यक्षज्ञाने प्रकारः संसर्गः विशेष्यः इति भवति. अत्र तु इदानीं पदं शब्दं घटः इति पदं यदि अहं वदामि, तत् श्रुत्वा पुनः अत्र त्रयाणां विषयाणां ज्ञानं भवति. किन्तु अत्र तु प्रकारः संसर्गः इति न वदेमः. घटपदे घटः इति शब्दे बोधकता अस्ति, सः एव बोधकः. तर्हि घटपदेन किं बोध्यम् इति चेत्, घटत्वमपि बोध्यं, समवायः अपि बोध्यं, घटः अपि बोध्यम् इति घटः इति पदस्य विषये. अस्तु, धन्यवादः महोदय. अग्रे मेहुल् महोदय पठतु. अस्तु महोदय. इदानीम् अन्यत् स्वर्गपदं स्वीकुर्मः. इदं च सुखं बोधयति, परन्तु तत् सुखं न शुद्धं सुखं, किन्तु दुःखेन असङ्कीर्णं सुखधारा तादृशी यत्र ईषदपि दुःखं न स्यात् इति यावत्. इदमेव सुखं दुःखा संभिन्नम् इति श्रूयते, तथा च स्वर्गपदेन दुःखा संभिन्नं सुखं बोध्यते. अस्तु, अधुना दुःखासम्भिन्नं स्वर्गपदम् इति स्वीकुर्मः चेत् तेन सुखम् इति बोधः जायते, परन्तु तत् सुखं केवलं सुखम् इति शुद्धं सुखं नास्ति, तत्र दुःखमपि सङ्कीर्णम् अस्ति, अतः दुःखेन असङ्कीर्णम् इति अस्ति. केवलं सुखम् इति एव नास्ति, सुखधारात् असङ्कीर्णम् इत्युक्ते अन्पोल्यूटेड् अमिश्रितम् इति अमिश्रितम्. अस्तु, तर्हि कथं न सुखं तु शुद्धं नास्ति, परन्तु दुःखेन अमिश्रितम्. अत्र किञ्चित् भ्रमः इति अस्ति, किन्तु अत्र शुद्धम् इति पदेन सामान्यम् इति अर्थः स्वीकरणीयः. सामान्यसुखं यत् लोके अस्मिन् लोके भूमौ यद् अस्माभिः अनुभूयते, तत्र केवलं सुखमिति नास्ति खलु. स्वर्गपदेन यत् सुखस्य बोधः जायते तत् सामान्यसुखं नास्ति, परन्तु विशेष अस्ति. किमर्थमित्युक्ते सः दुःखेन असङ्कीर्णम् अस्ति, अतः एव. अस्तु, हा, तदेव अग्रे लिखितं. सुखधारा तादृशी यत्र ईषद् अपि दुःखं न स्यात् इति यावत्. तर्हि तत्र किमपि किञ्चिदपि दुःखं मिश्रितं नास्ति, केवलं सुखम् एव अस्ति. इदमेव सुखं दुःख असम्भिन्नम् इति श्रूयते. अस्तु, तत् सुखं दुःख असम्भिन्नम्. असम्भिन्नम् इत्युक्ते अमिश्रितम् असङ्कीर्णम् इति वार्तः. तदेव, तथा च स्वर्गपदेन दुःख असम्भिन्नं सुखं बोध्यते. अस्तु, तर्हि अत्र चित्ररूपेण तदेव लिखितमस्ति. स्वर्गपदनिष्ठबोधकता निरूपितबोध्यताश्रय दुःख असम्भिन्नत्वम् आश्रयं सुखं स्वरूपसम्बन्धावच्छिन्नसुखम् इति, अथवा स्वर्गपदनिष्ठबोधकतानिरूपितबोध्यताश्रय सुखत्वं बोधताश्रयसुखं समवायसम्बन्धाव किं तत्र समवायसम्बन्धावच्छिन्नसुखम् इति. न न न अत्र अवच्छिन्न इति, अत्र स्वर्गम् इति यदि अहं वदामि, तत्र स्वर्गम् इति पदं श्रुत्वा, यथा घटं घटः इति पदं श्रुत्वा तत्र त्रयः विषयाः बुद्धाः भवन्ति, तथा स्वर्गम् इति पदं श्रुत्वा कति विषयाः बुद्धाः भवन्ति? सुखम् इति एकमेव नास्ति, पञ्चविषयाः. दुःख असम्भिन्नत्वं सुखत्वम् अपि च सुखम् इति वा, अपि च स्वरूपसम्बन्धः. दुःख असम्भिन्नत्वम् अपि च सुखम् अनयोः मध्ये यः स्वरूपसम्बन्धः, सुखत्वम् अपि च सुखम् अनयोः मध्ये यः सः समवायसम्बन्धः अस्ति, ते पञ्चविषयाः बोध्याः भवन्ति स्वर्गः इति पदं श्रुत्वा. अस्तु, सुखे सुखत्वमपि अस्ति, दुःख असम्भिन्नत्वमपि अस्ति, अतः एतत् सुखं विशिष्टसुखम् अस्ति. हा, इत्युक्ते स्वर्गे यत् सुखं जायते तत् सुखे तु सुखत्वं तु अस्ति एव, किन्तु तादृशसुखमस्ति यत्र लेवलेशमपि दुःखं नास्ति. तर्हि लोके यत् सुखम् अस्माभिः अनुभूयते तत्तु शुद्धसुखमस्ति, इत्युक्ते सामान्यसुखमस्ति, तत्र तु दुःखेन मिश्रितमस्ति सुखम्. किन्तु स्वर्गे तादृशसुखमस्ति, तर्हि दुःख असम्भिन्नत्वेन विशिष्टमस्ति एतत् सुखम् इति कृत्वा स्वर्गः इति पदं शृणुमः चेत् तत्र पञ्चविषयाः ज्ञायन्ते इति अर्थः. अत्र प्रत्यक्षज्ञानस्थले सर्वेषु ज्ञानेषु पञ्चविषयाः भवन्ति इति अस्माभिः त्रयः विषयाः भवन्ति प्रकारः इति. तदनन्तरं तत्र सन्निकर्षाणां षड्भेदप्रभेदाः पठितं खलु, तत्र सर्वहालम्बनम् एकत्र बहु बहुत्र एकः सामान्यम् इति, तत्र बहवः प्रकाराः अपि भवितुम् अर्हन्ति इति यदा अधीतम् अस्तु. तादृशम् अत्र अस्मिन् स्वर्गः इति पदं शृणुमश्चेत् अत्र तुलना करोतु. अस्तु, स्वर्गे स्वर्गपदम् इत्यत्र स्वर्गपदम् इति एव विशेष्यम्? न न, स्वर्गपदम् इति विशेष्यं नास्ति, स्वर्गः इति पदं बोधकः अस्ति. अस्तु, स्वर्गः इति पदं श्रुत्वा स्वर्गपदे, स्वर्गः इति शब्दे बोध इत्युक्ते स्वर्गं, यदि अहं स्वर्गः इति यदहं वदामि तर्हि तत्र स्वर्गः यदस्ति वस्तुतः अन्यत्र तस्मिन् विद्यमानसुखम् एव विशेष्यः अस्ति वस्तुतः. अत्र विशेष्यः इति न वदतु, विशेष्यः इति न वदतु, किन्तु यथा अत्र एकत्र बहु इति अस्माभिः अधीतं खलु, एकस्मिन् अधिकरणे द्विप्रकारकः ज्ञानमासीत् खलु, तादृशम् अत्रापि सुखे दुःखसम्मिलनत्वम् अपि अस्ति सुखत्वम् अपि अस्ति. हा सत्यम् इति तादृशमस्ति. तर्हि अत्र पञ्चविषयाः सन्ति अस्मिन् ज्ञाने. स्वर्गः इति यदि अहं पदं वदामि तदा पञ्चविषयाः ज्ञाताः भवता. घटः इति यदि अहं पदं वदामि तर्हि त्रयः विषयाः ज्ञाताः भवता. एवम् अत्र पञ्चविषयाः ज्ञाताः. अग्रे पठतु महोदय. अस्तु, पूर्वपदात् अस्य इदं वैलक्षण्यं यत् अत्र आश्रयः एकमेव सुखम्, परन्तु प्रकारौ द्वौ, पूर्वत्र तु विशेषं प्रकारश्च एकः. अस्तु, तदेव अत्र उक्त लिखितमस्ति. पुनः घटपदम् इत्यत्र केवलम् एक एव विशेष्यः अस्ति घटपदम् इति, तत्र विशेषं प्रकारः एकः एव. अत्र एकमेव सुखं, परन्तु दुःख असम्भिन्नत्वम् अपि च सुखत्वम् इति प्रकारौ द्वौ, तदेव अत्र विलक्षणीयम् अस्ति. आश्रयः एक एव सुखम् इति अत्र अस्माकम् उदाहरणमासीत् खलु, चतुर्थविभागे घटः रूपरसवान्, तत्र रूपं समवायसम्बन्धेन घटे अस्ति, रसः समवायसम्बन्धेन घटे अस्ति, तर्हि प्रकारद्वयं संसर्गद्वयम् एकः विशेष्यः इति यथा आसीत् तथा अत्रापि. अपि च अत्र सर्वे पश्यन्तु, स्वर्ग इति पदं श्रुत्वा अत्र स्वर्गे विशेष्यता नास्ति, सुखे एव विशेष्यता. किमर्थम् इत्युक्ते स्वर्गः इति कल्पना अपि न कर्तुं शक्यते. तर्हि स्वर्गः इति शृणुमश्चेत् तत्र केवलं तादृशस्थलमस्ति यत्र केवलं सुखम् अनुभूयते इति तावदवगन्तुं शक्नुमः. सत्यं, यथा चलनचित्रे अत्र प्रदर्श्यन्ते अत्र सर्वत्र सुवर्णम् इत्यादिकं, तादृशम् अत्र चिन्तयितुं न शक्नुमः. किन्तु घटः इति पदं वदामश्चेत् तत्र घटः घटः दृष्टः खलु, तर्हि घटम् अत्र विशेष्यः भवितुमर्हति, घटः विशेष्यं भवितुमर्हति. किन्तु स्वर्ग इति वदामश्चेत् यदा कदापि न द्रष्टुं शक्नुमः स्वर्गः इति. किन्तु सुखम् अस्माभिः अनुभूतं खलु लोके, लोके अस्माभिः सुखम् अनुभूतं, तत्तु किम् इति ज्ञानं प्राप्तम् इति कृत्वा तत्तु अवगन्तुं शक्नुमः सुखम् इत्युक्ते किम्. किन्तु सामान्यसुखं वा इति चेत् न, तादृशसुखमस्ति स्वर्गे यत् दुःख असम्भिन्न, यस्मिन् दुःख असम्भिन्नत्वमस्ति अस्ति, किञ्चिदपि ईषदपि दुःखं नास्ति इति. किन्तु तादृशसुखं लोके अस्माभिः न अनुभूतं. तर्हि स्वर्गः इति पदेन अस्माभिः किम् अवगतम् इति चेत् केवलं सुखम् इत्येव अवगतम् इति अत्र वैशिष्ट्यमस्ति. सो दि नालेड्ज् यु नो समटैम्स् वि यूस् वर्ड्स् विच् वि डोण्ट् इवन् अण्डर्स्टाण्ड्, किन्तु तादृशं न वक्तव्यम् अत्र. ब्रह्म आत्मा इति बहु किमपि अस्माभिः उच्यते, किन्तु अवगन्तव्यमस्ति. यदि न अवगतं तर्हि एकं पदं श्रुत्वा अत्र भवतः मनसि किं जायते तदेव अर्थबोधः जातः अनेन पदेन, तत्रैव बोध्यता अस्ति. यद् मम विवक्षा नास्ति तत्र नास्ति. अतः एव ब्रह्म आत्मा इति किमपि वदामः चेत् अपि बोधः न जायते एव. किमर्थम् इत्युक्ते अस्माकं ज्ञानं नास्ति तस्य कृते, अतः किमपि न बोधः जायते. हा, अतः अत्र यः पाठयति सः समीचीनतया प्रतिपादनीय, तेन समीचीनतया प्रतिपादनीयमस्ति. अत्र यदि अस्तु केवलं प्रतिपादनार्थमहं वद, गगबुगै इति कश्चन पदम् इदानीं मया प्रयुक्तं, गगबुगै. तर्हि गगबुगै इति श्रुत्वा भवतः मनसि किं, कस्मिन् विषये ज्ञानं प्राप्तं? शून्य, किमपि न प्राप्तं. किमपि न प्राप्तं खलु. अस्तु, तर्हि भवान् पृच्छति गगबुगै इत्युक्ते किम् इति, तर्हि तस्य उत्तरत्वेन गगबुगै इति पदस्य पदे तत्र बोध्यता त्रिषु पदार्थेषु अस्ति इति उक्त्वा, ते के इति चेत् चटपटै इति पुनः यत् किमपि अहं वदामि, इदानीमपि बोधः न जायते खलु. तर्हि स्वर्गः इत्युक्ते किम् इति वयं न जानीमः. स्वर्गः इत्युक्ते किम् इति चेत् अन्यत् किमपि, यथा इदानीं चटपटै इति मया उक्तं, तादृशम् अन्यत् किमपि पदं यस्य बोधः न जायते इति चेत् अत्र अर्थबोधः एव न जायते इति कृत्वा एव स्वर्गः इति पदं श्रुत्वा सुखम् इति चेत् भवता अवगन्तुं शक्यते. सुखम् इति अवगन्तुं शक्यते, किमर्थम् अनुभूतं खलु सुखं, बहुवारम् अनुभूतं. किन्तु तत्र तर्हि यथा अस्मिन् भूमौ अस्यां भूमौ सुखमस्ति तादृशं सुखं वा इति चेत् न, दुःख असम्भिन्नं सुखम् अस्ति, तादृशसुखम् एतावत्पर्यन्तं भवता न अनुभूतं. किन्तु दुःख असम्भिन्नम् इति चेत् किम् इति भवता अवगन्तुं शक्नुमः, शक्यते. तर्हि तादृशं, तर्हि एतादृशं प्रतिपादनीयं भवति पद, यदा पदं वयं प्रयोगं कुर्मः तत्र. मै गुरु इस् टु आल्वेस् से शास्त्रम् इस् अ प्रमाण दट् नीड्स् टु बि अन्फोल्डेड् वर्ड् बै वर्ड्. अस्तु, तर्हि अत्र एकः विशेष्यः, प्रकारद्वयम् अपि च संसर्गद्वयं, घटः इति पदे एकः एव विशेष्यः, एकः प्रकारः, एकः संसर्गः. अस्तु, इदानीं तृतीयम् अग्रे सत्यभामा भगिनी पठति वा, पुष्पवन्त महोदय संशयः अस्ति अत्र घट इति पदे एकनिमिषं, बोध्यता त्रिषु पदार्थेषु अस्ति, घटत्वं समवायः घटः इत्यत्र तदा बहुत्र एकम् इति भवति वा महोदय? बहुत्र एकं नास्ति, सामान्यं प्रथमविधं सामान्य तत्र त्रिविधः भवति इति भूतले घटः इति अस्ति खलु तादृशमेव भवति अयं घटः इति ज्ञानं अत्रापि प्रकारता इति विभज्य चिन्तयामश्चेत् तादृशं भवति विशेषः एकः सत्यं तर्हि प्रथम उदाहरणं घटः इति उदाहरणं तत्र प्रथमसन्निकर्षः सप्रकारकज्ञानप्रभेदाः इति उक्ताः खलु सन्निकर्षः नास्ति सप्रकारकज्ञानस्य प्रभेदाः एतदपि सप्रकारकज्ञानमेव तर्हि सप्रकारकज्ञानं तदपि अस्माभिः चिन्तितं खलु सप्रकारकज्ञानं केवलं प्रत्यक्षे एव भवति इति न सर्वत्र भवति इति अनुमाने उपमाने शाब्दे अपि च इदानीं कस्मिन् विषये चिन्तनम् इति चेत् शब्दविषये चिन्तनं जायमानमस्ति अत्र पदबोधः खलु पदस्य बोधः पदेन कः बोधः जायते इत्येव चिन्तनं खलु तर्हि घटः इति उच्चारयामश्चेत् किमर्थम् एतादृशचिन्तनमिति चेत् अत्र व्याप्तिः इति कश्चन पारिभाषिकशब्दः अस्ति तस्य अर्थः अवगन्तव्यः अस्ति तदर्थम् एतानि चिन्तनानि इदानीं जायमानानि सन्ति अस्तु अग्रे सति मम भगिनि आं महोदय पुष्पवन्द इति पदं सम्प्रति पश्यामः कोशे अभिहितम् अत्र एकयोक्तया एका युक्त्या इति वा एकया उक्त्या एकया उक्त्या पुष्पवन्दौ दिवाकरनिशाकरौ सुकृत् सकृत् सकृत् अस्य अर्थः कः ओके उच्चरितमेव पुष्पवन्दपदं सूर्यं चन्द्रमासं च बोधयति इति तदर्थः एतद्वयमपि पुष्पवन्दौ इत्यस्य विशेषणम् इति भवति वा पुष्पवन्दौ दिवाकरनिशाकरौ इति महोदय ऐ थिङ्क् सूर्यचन्द्रमासम् एतद्वयं पुष्पवन्दौ एव सूचयति इति पुष्पवन्त इति पदं यथा घटः इति पदं यथा स्वर्गः इति पदम् इदानीं पुष्पवन्तः नो चेत् पुष्पवन्तौ इति पदं शृणुमश्चेत् कस्य ज्ञानं भवति सूर्यचन्द्रतयोः बोधं हा उत्तमम् अत्र पुष्पवन्तपदं बोधकः अस्ति तर्हि तस्मिन् बोधकता अस्ति पुष्पवन्दे बोधकता अस्ति किं बोध्यते इत्युक्ते अत्र सूर्यपदेन सूर्यविद्यमानसमवायसम्बन्धः अपि च सूर्यत्वं द्वयमपि अस्ति चन्द्रपदेन चन्द्रे विद्यमानसमवायसम्बन्धः चन्द्रत्वम् आहत्य षड्विधविषयाः अत्र ज्ञाने अस्ति सन्ति उत्तमं षड्विषयाः ज्ञाताः भवन्ति पुष्पवन्त इति पदं प्रयोगम् अपि च अत्र सप्रकारकज्ञानं कीदृशज्ञानम् अस्ति अत्र सप्रकारकज्ञानस्य षड्विधाः अधीताः खलु समूहालम्बनम् इति वा उत्तमम् उत्तमम् अग्रे पठामि वा महोदय को अस्य कः अस्य पदस्य विशेषः अत्र द्वौ प्रकारौ तयोः विशेषौ अपि भिन्नौ तत् इदानीं वयं दृष्टवन्तः अत्र विशेषः द्वयमस्ति सूर्यः अपि च चन्द्रः तस्मिन् प्रकारमपि द्वयमस्ति सूर्यत्वं चन्द्रत्वम् इति स्वर्गपदस्थले एकस्मिन् एव सुखे पूर्वस्मिन् उदाहरणे विशेष्यम् एकः एव उभयोः प्रकारत्वं तु द्वयमस्ति अत्र इह तु सूर्ये सूर्यत्वं प्रकारः चन्द्रे चन्द्रत्वं प्रकारः इति विशेषद्वयं प्रकारद्वयं च अत्र टिप्पण्यां लिखितमस्ति उभयोः जातिरूपत्वे समवायः अन्यथा तु स्वरूपसम्बन्धः पूर्वस्मिन् उदाहरणे अभावस्तरे सम्बन्धः स्वरूपसम्बन्धः अस्ति इदानीं समवायः एव बुद्धं खलु आं बुद्धं महोदय तर्हि घटः इति प्रथमविधसप्रकारकज्ञानं सामान्यसप्रकारकज्ञानम् अत्र स्वर्गः इति पञ्चविषयाः सन्ति तत्र पञ्चविषयेषु बोध्यता अस्ति अपि च सप्रकारकप्रभेदाः कीदृशः इति चेत् चतुर्थम् अस्ति एकत्र बहु इति अपि च एतत् पुष्पवन्त इति समूहालम्बनमस्ति समूहालम्बनम् इति पञ्चमप्रभेदः अस्तु समीचीनं भगिनि धन्यवादः अग्रे हा वर्षा भगिनि गमनपदेन कस्य बोधः गमन इति पदं सम्प्रति पश्यामः उत्तरदेशे यः संयोगः तत् जनकक्रिया गमनपदेन बोध्यते अत्र चित्रमस्ति गमनपदनिष्ठबोधकता निरूपितबोध्यता तस्य विषयः तस्य विषयः विशेष्यः विशेष्यता क्रियायाम् अस्ति परस्पर उत्तर उत्तरविशेष्यविशेषणभावः अपि अस्ति जनकत्वं प्रकारः अस्ति क्रिया विशेष्य भवति जनकत्वं यदि विशेष्यम् अस्ति तर्हि संयोगः प्रकारः अस्ति संयोगः इति विशेष्ये उत्तरदेशः प्रकारः भवति इति स्थितिः अतः अत्र गमनपदम् इति पदेन चत्वारः पदार्थाः बोध्यते इहि चत्वारः पदार्थाः ज्ञाने विषयाः तत्रापि क्रियायां जनकत्वं प्रकारः जनकत्वे संयोगः प्रकारः संयोगे उत्तरदेशः प्रकारः इति उत्तर उत्तरविशेषविशेषभावापन्नाः चत्वारः पदार्थाः गमनपदेन बोध्यन्ते पूर्वत्र पुष्पवन्तपदस्थले चन्द्रे चन्द्रत्वं सूर्ये सूर्यत्वम् अत्र किञ्चित् वक्तव्यम् इह च इह हि चत्वारः पदार्थाः ज्ञाने विषयाः तद् तद् उक्तं खलु तत्र त्रयः चत्वारः विषयाः सन्ति चतुर्षु विषयेषु बोध्यता अस्ति गमन इति पदं श्रुत्वा तर्हि तदनन्तरं तत्रापि क्रियायां जनकत्वं प्रकारः इति किं भवती किम् अवगतवती अत्र सामान्यज्ञाने एकः विषयः अस्ति एकः प्रकारः अस्ति तस्य सम्बन्धः अस्ति परन्तु एतादृश ज्ञाने यदि व्याप्तिज्ञानः गमनपद एतादृशज्ञाने एकः विशेष्यः अस्ति तस्य एकः प्रकारः अस्ति परन्तु तत् प्रकारः विशेष्यः अपि भवति तस्य अपि प्रकारः इतोपि एकः प्रकारः भवति तदनन्तरं द्वितीयप्रकारस्य अपि विशेषताभावः अस्ति तदपि तस्य अपि प्रकारः भवति इति परस्पर उत्तर उत्तर महोदय तत् भवत्या उक्तं किन्तु मम प्रश्नस्य उत्तरं किं तत्रापि क्रियायां जनकत्वं प्रकारः इति वाक्यस्य केवलम् अस्य वाक्यस्य विवरणं करोतु यदि क्रिया इति विशेष्यं स्वीकुर्मः तस्य प्रकारता कुत्र अस्ति विशेषणं क्रियापदस्य विशेषणम् अत्र जनकत्वम् इति एव इत्युक्ते किम् अत्र क्रियायां क्रिया इति विशेष्यः अस्ति जनकत्वम् इति विशेषणम् अस्ति इत्युक्ते किम् क्रियायां क्रियात्वं वा क्रियास् नेचर् आल्सो क्रियायत्वं क्रियात्वम् अपि अस्ति परन्तु द क्वालिटि आफ़् द क्रिया दट् वि आर् कन्सर्न् वित् हियर् इस् इट्स् जनकत्वं सो वि विल् डू द अवच्छेद बेस्ड् आन् द जनकत्वम् एण्ड् देन् टेक् द जनक क्रियायाः जनकत्वम् अवच्छेद्य then we will take the next part of the janakatvam what causes the sayoga no don't go beyond I'm please stick to my question tatra api kriyayam janakatvam prakarah itukte asya pratipadanartham evam vaktavyam itukte atra janakatvam iti visheshanam asti kalu visheshanasya kim karyam bhavati samanyataya vyavartanam हा तर्हि अत्र जनकत्वं कथं व्यावर्तयति जनकत्वम् इति यदि विशेषणं तर्हि व्यावर्तनत्वं भवेत् खलु जनकत्वे तदा एव प्रकारः भवति तर्हि तस्मिन् विषये किञ्चित् वदतु जनकत्वं व्यावर्तयति कस्मात् सर्वे क्रियायाः सम्मूहात् I didn't understand your question, Mohdya. From all the kriyas, this differentiates, we should say. Those kriyas which are capable of creating Uttar Desha Sanyoga causes no, kriya. Again, you know, you are going beyond. This, is there Uttar Desha Sanyoga in this Vakya? No. So, I want to make sure that you have understood this Vakya and I think you have not understood it. तत्रापि क्रियायां जनकत्वं प्रकारः इति वाक्यस्य अर्थः कः कारः इति विशेषणं भवति इत्येव अर्थः जनकत्वम् इति विशेषणं भवति क्रियायाः भवतु तत्र उपरि अस्ति इति कृत्वा भवती विशेषणम् इति उक्तवती किन्तु तस्य किमर्थमत्र उपरि अस्ति किमर्थं जनकत्वम् इति अधः नास्ति Mahodaya, that which helps in separation, no? So what is it separating? Pratipadetu. What is it separating means? Oh, from all the kriyas only I can say. From what kriyas? Example? There are many, many kriyas. Those kriyas, actually this whole prakachanakatvam should not be seen in isolation. We should see it in reference to Uttara Desha Sanyoga only because that chanakatvam towards Uttara Desha Sanyoga is what differentiates this kriya from the others. So therefore, we can see it without Uttaradesha or Sayoga. Prathamam atra yadi Uttaradesha Sayogam vina yatad na drashtum shaknamaha tarhi kimartam atra kriyayam janakartvam iti prakaraha iti angi krita. Asu evam maktavyam mama asheha evam asti तादृशक्रिया विशेष्यः अस्ति यस्मिन् जनकत्वम् अस्ति गमन इति पदेन किं किम् अवगतं क्रिया कश्चन क्रिया अवगतं किन्तु या काचित् क्रिया नास्ति तादृशक्रिया यस्यां क्रियायां जनकत्वम् अस्ति इति अर्थः तत्रापि क्रियायां जनकत्वं प्रकारः इति वाक्यस्य अर्थः एतदेव गमनम् इति पदं श्रुत्वा तादृशक्रिया अवगन्तव्यं यस्यां क्रियायां जनकत्वमस्ति तर्हि पुनः जनकत्वमस्ति चेत् कं प्रति जनकत्वम् इति प्रश्नः उदेति खलु तर्हि संयोगं प्रति जनकत्वम् इति कृत्वा एव इदानीं जनकत्वं विशेष्यं जातं तादृशजनकत्वमस्ति यत् संयोगेन विशिष्टः अस्ति इति तदा एव संयोगः प्रकारः भवति जनकत्वं पुनः विशेष्यः भवति अपि च कुत्र संयोगः इति चेत् उत्तरदेशं प्रति संयोगः इत्युक्ते यदि यस्मिन् देशे भवती अस्ति तस्मिन्नेव देशे अत्र कूर्दनं करोति इति चिन्तयतु उत्तरदेशं न प्राप्नोति तर्हि तद्दृष्ट्वा गमनमिति वक्तुं शक्यते वा न खलु हा यस्मिन् देशे भवती अस्ति तत्रैव इफ् यु आर् जस्ट् स्टेपिङ्ग् मूविङ्ग् युर् लेग्स् ओन्लि यदा एक्ससैस् कुर्मः तदा ते वदन्ति खलु जाग् वेर् यु स्टाण्ड् जस्ट् वार्म् अप् युर् बाडि. तर्हि तादृशकूर्दनं गमनम् इति न कथ्यते. इति कृत्वा तत्र तादृशक्रिया भवेत् यस्यां क्रियायां जनकत्वमस्ति, अपि च तादृशजनकत्वं भवेत् अत्र यत्र संयोगः जायते, अपि च तादृशसंयोगः भवेत् यत्र उत्तरदेशं अत्र तादृशसंयोगः भवेत् येन उत्तरदेशं गच्छेम. इति कृत्वा एव अत्र यथा भवती अवगतवती अत्र एकं विशेष्यं भवति, अन्यः प्रकारः भवति, पुनः सः एव प्रकारः विशेष्यं भवति, अन्यः प्रकारः भवति, पुनः सः एव विशेष्यः अन्य विशेष सः एव प्रकारः विशेष्यः भवति, अन्यः विशेष्यः भवति. तर्हि अत्र वृत्तिः इति कश्चन सिद्धान्तः, इत्युक्ते गमनम् इति पदस्य अर्थः अत्र न उक्तः. सर्वे लिखन्तु उत्तरदेशसंयोग अनुकूलक्रिया गमनम्. गमनम् इति पदस्य अर्थः कः इति चेत् उत्तरदेशसंयोग अनुकूलक्रिया एव गमनम् इति अवगम्य तदानीं तत्र क्रियायां विशेषता अस्ति, तत्र प्रकारः कः इति चेत् जनकत्वं, तदनन्तरं जनकत्वे विशेष्यता अस्ति, प्रकारः कुत्र अस्ति संयोगे, पुनः संयोगे विशेष्यता अस्ति, प्रकारः कुत्र अस्ति इति चेत् प्रकारता कुत्र अस्ति इति चेत् उत्तरदेशे प्रकारता अस्ति इति चत्वारः विषयाः चत्वारः पदार्थाः बोधिताः अस्ति गमनम् इति पदेन. अत्र वैशिष्ट्यं किम् इति चेत् यथा भवत्या उक्तं बुद्धं वा वदतु. तत्र शिरः अधोभागे किमर्थं गच्छति? एरो शुड् बि अप्वर्ड्स् इज़न्ट् इट् अहेड्. न, विशेष्यं कुत्र अस्ति? विशेषणम् अधः भवति खलु, विशेष्यमेव उपरि अस्ति, उपरि अस्ति. किन्तु किमर्थं शरः अधो गच्छति इति चेत् जनकत्वेन विशिष्टक्रिया, संयोगेन विशिष्टजनकत्वम्, उत्तरदेशेन विशिष्टसंयोगः. किमपि संयोगः नास्ति अत्र, उत्तरदेशसंयोगः एव, किमपि जनकत्वं नास्ति, संयोगजनकत्वं, किमपि क्रिया नास्ति, यस्यां क्रियायां जनकत्वमस्ति. इत्युक्ते अहं हस्तम् उन्नीय यदि ललाटे किञ्चिद् इव स्पर्शं करोमि तत्तु गमनम् इति न वदेम. बुद्धं वा दर्शा भगिनि? तर्हि महोदय तथापि उत्तरदेशसंयोगः अभवत्, परन्तु केवलं तत् क्रियायाः नाम भिन्नम् अस्ति, गमनम् इति नास्ति, परन्तु तथापि. किन्तु गमनम् इति वदामश्चेत् तत्र उत्तरसंयोगः भवेत्, नो चेत् गमनम् इति पदं न प्रयोक्तुं शक्यते. उत्तरदेशसंयोगः इत्युक्ते अन्यत् किमपि स्थलं खलु? सत्यं. तर्हि हस्तः कुत्रचित् अस्ति यदोभागे, अधुना ललाटे स्थापितं चेत् तत्रापि उत्तरदेशसंयोगः अभवत्, क्रियायां जनकत्वमपि अस्ति, संयोगः इति अभवत्, तर्हि तद् इत्युक्ते भवान् वक्तुमिच्छति हस्तः ललाटं प्रति गच्छति इति. तत्रापि गमनं क्रिया. यदि तादृशविवक्षा अस्ति तर्हि वक्तुं शक्यते. अहं केवलम् अत्र किं प्रतिपादनार्थम् एवम् उक्तं, सामान्यतया न वदेम खलु. अहं गच्छन्नस्मि इति यदि वदति चेत् कुत्र इति चेत् मम हस्तम् इदानीं ललाटं प्रति गच्छन्नस्ति इति कृत्वा अहं गच्छन्नस्मि इति मया उक्तम् इति न वदेम खलु. सामान्यबोधः कुत्र भवति? अहं गच्छन्नस्मि इति चेत् कुत्र इति चेत् मम स्कन्धतः ललाटं प्रति गच्छन्नस्मि इति न वदेम खलु. तद् स्पृशति इत्येव. हा, भवतु यत्किमपि अत्र केवलं किम् अवगन्तव्यम् इति चेत् गमनम् इति पदं श्रुत्वा अत्र चत्वारः विषयाः चतुर्षु विषयेषु बोधः जायते इति एकम्, अपि च यथा पूर्वम् अस्माभिः दृष्टं त्रिषु उदाहरणेषु तादृशं नास्ति अत्र. अत्र यद्विशेष्यमस्ति तस्य तस्मिन् यः प्रकारः अस्ति सः एव प्रकारः पुनः विशेषः भवति इति. अस्तु, वर्षा भगिनी. आं महोदय, बुद्धं महोदय. अग्रिमपदवीयं वा? आमां. पूर्वत्र पुष्पवन्तपदस्थले चन्द्रे चन्द्रत्वं सूर्ये सूर्यत्वम् इति भानात् द्वे विशेष्यते स्तः इति तज्ज्ञानम् उक्तरीत्या समूहालम्बनम् इत्युच्यते. यस्य ज्ञानस्य नानामुख्यविशेष्यताः भवन्ति तत् ज्ञानं समूहालम्बनम् इत्युच्यते. तत्र च सूर्यचन्द्रयोः परस्परं विशेष्यविशेषणभावः नास्ति, अतः विशेष्यतयोः अपि उभयनिष्ठयोः न निरूप्यनिरूपकभावः. प्रकृते च गमनपदेन जायमाने ज्ञाने प्रकारत्वविशेष्यत्वयोः अस्ति निरूप्यनिरूपकभावः. मुख्यविशेष्यता तु एका व्यापारनिष्ठा एव इति विशेषः. अत्र एकः एव मुख्यविशेष्यता अस्ति, परन्तु बहूनि प्रकारता अस्ति. तत् प्रकारं तदनन्तरं तेषु प्रकारेषु परस्परविशेषविशेषणभावः अपि दृश्यते. तत् अत्र विशेष्य प्रकारतयोः मध्ये निरूप्यनिरूपकभावः अपि अस्ति इति. तदेव समूहालम्बनम् अपि च एतादृशज्ञानस्य भेदः. यः कीदृशसप्रकारज्ञानः इति न तदेव समूहालम्बनम् इत्युक्ते किं समूहालम्बनम्? सूर्यचन्द्र इति द्वे विशेष्ये स्तः, तदनन्तरं गमनम् इति ज्ञानेन यत् जायते तत् समूहालम्बनं वा न वा? एकविधसमूहालम्बनम् अस्ति इति भाति महोदय, यस्मिन् परस्परविशेष्य एक स्टार्टिङ्ग् पायिण्ट् प्रारम्भे एकः एव विशेष्यः अस्ति, परन्तु तदनन्तरं निरूप्यनिरूपकभावः भवति, बहूनि विशेष्यता अपि च प्रकारता जनयति इति. तदपि एकविधसमूहालम्बनमेव भवेत्. हा, उत्तमं. गमन इति पदेन यद् ज्ञानं जायते तत् कीदृशसप्रकारकज्ञानम् इति चेत् एतदपि समूहालम्बनं. किन्तु पुष्पवन्त इति पदं श्रुत्वा यत् समूहालम्बनसप्रकारकज्ञानं जायते, अपि च गमन इति पदं श्रुत्वा यत् समूहालम्बनसप्रकारकज्ञानं जायते, अनयोः मध्ये भेदः अस्ति किम् इति चेत्, पुष्पवन्त इति पदे यः सूर्यः अस्ति अपि च चन्द्रः अस्ति विशेष्यत्वेन, तयोः मध्ये परस्परनिरूपनिरूपकभावः नास्ति. किन्तु अत्र यत् यः प्रकारः अस्ति तत् पुनः विशेष्यः भवति इति कृत्वा तत्र परस्परनिरूपनिरूपकभावः अस्ति, सम्बन्धः अस्ति इति बोधः. अस्तु, प्रश्नाः सन्ति वा? बुद्धं खलु सर्वैः. अत्र निरूप्यनिरूपकभावः अस्ति इति कृत्वा एव उपरि उपरि स्थातुं शक्यते. अत्र सूर्यपुष्पवन्त इति पदं पश्यामश्चेत् सूर्यस्य उपरि सूर्यत्वमस्ति, किन्तु तस्मादुपरि चन्द्रः नास्ति. चन्द्रस्य उपरि चन्द्रत्वं, सूर्यस्य उपरि सूर्यत्वम्, अपि च अनयोः मध्ये किमपि शरः न स्थापितः, भिन्नभिन्न तयोः मध्ये किमपि सम्बन्धः नास्ति. किन्तु अत्र तु यथा चित्रपटम् अत्र दत्तमस्ति, तत्र यद्विशेष्यः अस्ति अपि च पुनः तत्रैव प्रकारता भवति इति, अत्र परस्परनिरूप्यनिरूपकभावः अस्ति. अस्तु, अग्रे पठतु भगिनि. तदनन्तरं चित्रमस्ति महोदय, तदेव दत्तमस्ति अत्र क्रियायां विशेषता तस्य प्रकारता जनकत्वे, तस्मिन् विशेष्यता तस्य प्रकारता संयोगे विशेषता तस्य प्रकारता उत्तरदेशे इति ज्ञानस्य विषयानि भवन्ति. अस्य गमनपदस्य स्वभावं यदि वयं सम्यक् अवगच्छामः तदा व्याप्तिपदस्यापि स्वभावग्रहणे न कोऽपि क्लेशः। तदपि पदम् अनेकान् पदार्थान् बोधयति, ते अपि दण्डचक्रकुलालघटाः इति ज्ञाने, यथा विषकलिताः परस्परसम्बन्धाः भासन्ते तथा न भासन्ते, किन्तु परस्परं विशेषविशेषणभाव आपन्नाः एव। अत्र व्याप्ति इति पदे अपि परस्पर सम्बन्धाः, एकविशेषः भवति तदनन्तरं परस्परं विशेषविशेषणभावः जायते इति दत्तमस्ति। तर्हि व्याप्तिः इति पदं कीदृशमस्ति इति चेत्, यथा गमनम् इति पदं तथा अत्र बहवः व्याप्तिः अपि समूहालम्बनसप्रकारकज्ञानस्य एकविधम् अस्ति, किन्तु कीदृशमिति चेत् तत्र परस्पर निरूप्यनिरूपकभावः अस्ति। तदपि पदम् अनेकान् पदार्थान् बोधयति, कति पदार्थान् बोधयति इति एतावत् न उक्तम् व्याप्तिग्रहे, तत्र पञ्च इति उक्तं खलु पूर्वं, यः परिच्छेदः श्रीराममहोदयेन पठितं तत्र। अस्तु, तेऽपि दण्डचक्रकुलालघटाः इति ज्ञाने यथा विषकलिताः, विषकलिताः इत्युक्ते भगिनि महोदय तदेव अहं न, मम न अवगतं महोदय, ऐ वाण्ट् टु आस्क् वाट् इस् इट् दण्डचक्रकुलालघटाः इति ज्ञानस्य आकारः कः इति अहं न जानामि। तदेव ज्ञानस्य आकारः दण्डचक्रकुलालघटाः इति समूहं वा? हा, इति ज्ञाने इति उक्तं खलु, तर्हि ज्ञानस्य आकारः तदेव दण्डचक्रकुलालघटाः। विषकलिताः इति पदस्य अर्थं न अवगतं महोदय। अस्तु, तर्हि दण्डचक्रकुलालघटाः इति ज्ञाने, इति ज्ञानं कीदृशप्रकारकज्ञानम्? समूहालम्बनम्। उत्तमं, तर्हि तत्र प्रकारता कुत्र कुत्र विद्यते, विशेषता कुत्र कुत्र विद्यते इति प्रतिपादयति वा? आम् महोदय, दण्ड इति स्टार्ट् फ्रम् दण्डे विशेष्यता भवति, दण्ड च चक्र मध्ये संयोगसम्बन्धः भवति, चक्रे तत् त्यजतु, संयोगः अस्ति वा न वा इति अत्र न ज्ञायते खलु, अत्र दण्डः अन्यत्र अस्ति, चक्रम् अन्यत्र अस्ति, कुलालः अन्यत्र अस्ति, घटः अपि अस्ति इति चिन्तयतु। Okay, there are two ways of interpreting this word, Mohdi. That is where I had a doubt. We can say danda chakra kulala ghata is four visheshas and say dandatvam chakratvam kulalatvam ghatatvam is four prakarakas. The other way of interpreting is through paraspara vishesha visheshna bhava. In which case I should say danda chakra sayogaha chakra kulala sayogaha kulala ghata sayogaha and then do paraspara vishesha visheshna between all the four. Do. Try, we'll see whether you get, where you get to. So if I do it the first way, I'll say there are four visheshas. Danda, chakra, kulala, ghata, iti. The prakarata of the jnanam is in the dandatvam, chakratvam, kulalatvam and ghatatvam respectively. It is the standard samohalambanam. Yadi vayam... Agre gavanaskuram. Anyoho madhye, yeshu madhye paraspara nirupi nirupaka bhavaha sivanava. एतादृशज्ञाने न अस्ति, यदि यदि डिफ्रेण्ट् डिफ्रेण्ट् प्लेसस् मध्ये अस्ति चेत् परस्परनिरूपितप्रभावं नास्ति, परन्तु तदेव एकनिमिषं तदेव विषकलिताः यद्भवत्या इदानीम् उक्तं निरूप्य परस्पर, अत्र पश्यतु विषकलिताः परस्पर परस्परम् असम्बद्धाः भासन्ते इति उक्तं खलु, परस्परम् असम्बद्धाः भासन्ते। तदेव विषकलिताः इत्यस्य अर्थः, परस्परनिरूप्यनिरूपकभावः नास्ति। तर्हि यथा भवत्या अवगतं दण्डचक्रयोः मध्ये संयोगसम्बन्धः इति न ज्ञातम् अत्र अस्मिन् ज्ञाने, यथा भव इदानीम् उक्तं दण्डः यस्मिन् दण्डत्वमस्ति, चक्रः इति भिन्नः यस्मिन्, तर्हि चत्वारः विशेष्याः सन्ति, चत्वारः प्रकाराः सन्ति, तयोः मध्ये संसर्गः अपि अस्ति, तर्हि आहत्य द्वादशविषयाः बोध्यन्ते चक्रदण्डकुलालघटाः इति पदं श्रुत्वा. अत्र एकमेव पदं द्वन्द्वसमासः कृतः अत्र दण्डचक्रकुलालघटाः इति एकमेव समस्तपदं. तर्हि तत्पदं श्रुत्वा द्वादशविषयाः बुध्यन्ते, किन्तु तयोः मध्ये अत्र परस्पर किं निरूपके निरूप्यभावः नास्ति, केवलं दण्ड अपि च दण्डत्वम् अनयोः मध्ये एव निरूप्यनिरूपकभावः अस्ति, किन्तु दण्डः अपि च चक्रः चक्रम् अनयोः मध्ये निरूप्यनिरूपकभावः नास्ति. अतः परस्परम् असम्बद्धाः भासन्ते. तथा न भासन्ते कुत्र व्याप्तिः नो चेत् गमनम् इत्यत्र, किन्तु परस्परं विशेष्य विशेषणभाव आपन्नाः एव. बुद्धं वा? आं महोदय. अस्तु समीचीनं, तर्हि अग्रे गच्छेम. रमेश महोदय. व्याप्यपदेन के महोदय मम एकः तत्र क्रिया गमनस्थले कथं तत् समूहालम्बनम् इति वदेम इति सम्यक् न अवगच्छामि. समूहालम्बनस्य पृथक्तया भवेत् सम्बन्धः न भवेत् परस्परसम्बन्धः न भवेत् न न समूहालम्बनम् इति कदा वदेम, पृथक्तया भवेत् इति नास्ति खलु. यत्र बहवः विशेष्याः सन्ति अस्तु, अपि च बहवः प्रकाराः सन्ति, यत्र एकः अत्र अस्तु. प्रथमविधसप्रकारकज्ञानं विशिष्टज्ञानं, तत्र कति प्रकाराः सन्ति, कति विशेष्याः सन्ति? तत्र एकः प्रकारः एकः विशेषः. उत्तमम्. इति सामान्यविशिष्टसप्रकारकज्ञानं. द्वितीयमस्ति संशयः. अत्र प्रकारकद्वयम् अस्ति, अत्र विशेष विरोधः अस्ति. हा तर्हि वह्निः वह्निः अभावः. तर्हि यः प्रकारः अस्ति तस्यैव अभावः वक्तव्यः भवति, किन्तु एकमेव भवितुम् अर्हति. तत्र संशयः अस्ति चेत् एकमेव उभयमपि न भवति. तर्हि तत्र इदानीं तृतीयमस्ति समुच्चयः. तत्र कति विशेष्याः, कति प्रकाराः? प्रकारद्वयम् अस्ति, एकः विशेष्य अस्ति तु तत्र वह्नि वह्नि अभावः इति अस्ति, इत्युक्ते तत्र परस्पर सम्बन्धः अस्ति. परस्परसम्बन्धः अस्ति इति नास्ति, वस्तुतः उभयमपि भवति अपि च तत्र एकस्य अभावः अपि भवेत् एकस्मिन् एकस्मिन् अधिकरणे प्रकारः अपि भवेत् तस्य अभावः अपि भवेत् तदा एव समुच्चयः. अस्तु यस्य तत्र वह्नि अस्ति तदा वह्नि अभाव एव वक्तव्यम् इति नास्ति इति अहं चिन्तयामि. वह्नि अभावः अभावः वक्तव्यः तदा एव समुच्चयः भवति. अस्तु तदा एव. अत्र महानसे एकस्मिन् कोणे वह्निः अस्ति, अन्यस्मिन् कोणे वह्नि अभावः अस्ति. तर्हि वह्निः अपि च वह्नि अभावः, प्रकारः प्रकार अभावः उभयमपि समानकाले यस्मिन् अधिकरणे अस्ति तदा एव समुच्चयः इति ज्ञानम् अस्तु. अस्तु इदानीं पञ्चमं समूहालम्बनात् पूर्वं पञ्चमं पश्येम. पञ्चमम् अस्ति, चतुर्थं पश्येम. क्षम्यताम्, एकत्र बहु. एकत्र बहु अस्तु, सत्यं. तत्र रसः रूपम् इति प्रकारद्वयम् अस्ति एकस्मिन् विषये घटे. तर्हि एकः विशेष्यः ये द्वे वा इतोपि अधिकं, द्वौ वा इतोपि अधिकं वा प्रकारः भवितुमर्हति. प्रकारः अस्तु, किन्तु तत्र अभावः न उक्तः, सर्वं भावरूपेण उक्तः. रूपम् इति रसस्य अभावः नास्ति खलु, रसः इति रूपस्य अभावः नास्ति. अत्र रूपं रसः गन्धः इति एतत् सर्वं वक्तुं शक्यते. तर्हि एकत्र अत्र पश्यतु, एकत्र बहु, एकत्र एकमेव अधिकरणम् एकत्र बहु बहवः प्रकाराः सन्ति. अस्तु, इदानीं षष्ठमम्. अत्र षष्ठे तत्र षष्ठमं नास्ति, षष्ठ तत्र एकः एव प्रकारः तु बहुत्र भवति. बहुत्र एकः, बहुत्र एकः, एकत्र बहुः इति चतुर्थः प्रभेदः, बहुत्र एकः इति षष्ठप्रकारः, षष्ठविधः अस्ति. अस्तु, तर्हि इदानीं समूहालम्बनम् इत्युक्ते किम् इति वदतु. समूहालम्बनम् इत्युक्ते बहवः विशेष्याः भवन्ति, बहवः प्रकाराः अपि भवन्ति. तावदेव उक्तं, बहवः विशेष्याः बहवः प्रकाराः इति. तत्र बहुषु विशेष्येषु प्रकारेषु परस्परं निरूपिनिरूपकभावः भवितुम् अर्हति, न भवितुमपि अर्हति. तर्हि समूह आलम्बनं द्विधा विभक्ता. तर्हि पुष्पवन्त इति पदं, पुष्पवन्त इति पदम् अत्र परस्परनिरूप्यनिरूपकभावः नास्ति. विशेष्यद्वयमस्ति, तयोः मध्ये परस्परनिरूप्यनिरूपकभावः नास्ति. किन्तु गमनम् इत्यत्र चत्वारः विशेष्याः सन्ति, न त्रयः विशेष्याः सन्ति, त्रयः प्रकाराः सन्ति. अपि च यः विशेष्यः अस्ति सः एव प्रकारः भवति इति कृत्वा तत्र परस्परनिरूप्यनिरूपकभावः अस्ति इति कृत्वा एतदपि समूहालम्बनमेव. तर्हि समूहालम्बनम् इत्युक्ते भिन्नभिन्न तत्र निरूप्यनिरूपकभावः यत्र नास्ति तदेव समूहालम्बनम् इति तस्य लक्षणं नास्ति. अत्र क्रिया अपि च जनकत्वं स्वीकृत्य वयं पश्यामः चेत् क्रियायां विशेषता, जनकत्वे प्रकारता इति कृत्वा अत्र समूहालम्बनम् अस्ति. एवं जनकत्वं संयोगः स्वीकुर्मश्चेत् अत्र यदि केवलं द्वयमेव स्वीकरोति, क्रिया अपि च जनकत्वम् इति तावदेव स्वीकरोति, तत् प्रथमविधप्रकारः भवति. एकः एव विशेष्यः, एकः एव प्रकारः इति तादृशं. किन्तु गमनम् इति पदेन चत्वारः विषयाः सर्वदा बोध्याः एव, अनेकाः विषयाः सन्ति, अनेकाः विषयाः बोध्याः एव. एवं प्रकारतः तु सम्बन्धः अस्ति इदानीम् अवगतम्. अत्र क्लेशः कुत्र जातः इति चेत् समूहालम्बनम् इत्युक्ते यत्र परस्परनिरूप्यभावः न भवेत् इति भवता अवगतम्, तादृशं नास्ति. बहवः विशेष्यः भवेत्, बहवः प्रकाराः अपि भवेत्, किन्तु तयोः मध्ये यदा निरूप्यनिरूपकभावः नास्ति तदा एव समूहालम्बनम् इति नास्ति. समूहालम्बनस्य लक्षणं किम् इति चेत् बहवः विशेष्याः भवेत्, बहवः प्रकाराः अपि भवेत्. धन्यवादः. अस्तु, रमेश महोदय अग्रे. व्याप्तिपदेन के पदार्थाः बोध्यन्ते, के ते पदार्थाः ये व्याप्तिपदेन बुध्यन्ते, साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति पञ्चपदार्थाः. प्रथम अभावस्य साध्यं प्रतियोगी, द्वितीय अभावस्य वृत्तित्वम् आदेयत्वं प्रतियोगी भवति. साध्यस्य यः अभावः तस्य यत् अधिकरणं तत् निरूपिता या वृत्तिता तस्याः अभावः इति विशेष्यविशेषणभावापन्नाः पञ्चपदार्थाः व्याप्तिपदेन उच्यन्ते. तत्र व्याप्ति इति पदेन किं बोध्यन्ते इति दत्तम् अस्ति. तत्र पञ्चपदार्थाः अस्ति, साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति द्वितीय अभावः अस्ति तत्र. तत् ते पञ्चपदार्थाः तत्र प्रथम अभावस्य, तर्हि यत् साध्यस्य अग्रे यत् अभावः अस्ति तस्य प्रतियोगिता साध्यं, साध्यमिति तस्य प्रतियोगी साध्यमस्ति. द्वितीय अभावस्य तत्र वृत्तित्वम् इति तस्य वृत्तित्वम् आदेयत्वं प्रतियोगि, वृत्तित्वं तस्य प्रतियोगि अस्ति इति दत्तमस्ति. तस्य साध्यस्य यः अभावः तस्य यत् अधिकरणं, तद् तर्हि व्याप्तिपदेन किम् उक्तम् इत्युक्ते साध्यस्य यः अभावः तस्य अभावस्य अधिकरणं, तत् अधिकरणं यत् निरूपिता तद् वृत्तिः, तत् तत् वृत्तेः वृत्तयेः अभावः तस्य विशेषणं, तस्य विशेष्यविषय अभाव अपन्नः केवलं तत्र एव अस्ति वा महोदय? तत् हेतु नास्ति वा तत्र? तदेव व्याप्तिः इति, वृत्त्यस्य अभावः. अस्तु, अत्र अस्तु, किञ्चित् चिन्तयेम. तर्हि व्याप्तिः इति मया यदुक्तं, तत्र अस्ति धूमे वह्निसम्बन्धः व्याप्तिसंयकः इति पदं पठितं खलु, इति वाक्यं पठितं. धूमे वह्निसम्बन्धः अस्ति व्याप्तिसंयकः, तर्हि मया किमुक्तं? व्याप्तिः इत्युक्ते सम्बन्धः इति. अपि च स च सम्बन्धः कुत्र भवेत्? साधके हेतौ धूमे भवेत् इति मया उक्तम्. तर्हि व्याप्तेः वृत्तित्वम् इत्युक्ते व्याप्तिः कुत्र भवेत्? धूमे भवेत्. व्याप्तिः इत्युक्तेन सम्बन्धः उक्तः, स च सम्बन्धः, नो चेत् व्याप्तिः कुत्र भवेत्? धूमे भवेत् इति उक्तम्. अत्र ग्रन्थकारेण किं करणीयम् आसीत्, अत्र व्याप्तिः किम् इति तस्य निर्वचनं दातव्यम् आसीत्, किन्तु न दत्तं. यथा गमनम् इति पदस्य निर्वचनं मया कृतम्, उत्तरदेशसंयोग अनुकूलक्रिया इति यथा मया उक्तं, तथा अत्र सर्वे लिखन्तु. साध्याभाववत् अवृत्तित्वम्, साध्य अभाववत् अवृत्तित्वम् इति व्याप्तेः निर्वचनं. व्याप्तिः इत्युक्ते किम् इति चेत् साध्य अभाववत् अवृत्तित्वम्. सर्वे लिखन्तु कृपया. साध्य अभाववत् अवृत्तित्वम्, समस्तपदं नास्ति खलु महोदय? साध्य अभाववत्, साध्य अभाववत् इति एकं समस्तपदम्. तदनन्तरम् अभिवृत्तित्वं द्वितीयपदम्. अवृत्तित्वम् इति द्वितीयपदं, पदद्वयमस्ति. साध्य अभाववत् अवृत्तित्वम्. तर्हि इदानीम् अस्य वाक्यस्य अर्थः पश्येम. साध्य अभाववत्, तत्र साध्य इति पदमस्ति, अभाव इति पदमस्ति, वत् इति प्रत्ययः अस्ति, अतु प्रत्ययः. तर्हि साध्य अभावः, रमेश् महोदय वदतु, अत्र साध्य अपि च अभावः, अनयोः साध्य अभावः, अत्र विग्रहवाक्यं वदतु. साध्यस्य अभावः, हा उत्तमं, साध्यस्य अभावः, साध्य अभावः. तदनन्तरं साध्य अभावः योगः मतु, साध्य अभाववत्. तर्हि साध्य अभाववत् इत्यनेन किम् उक्तम्? अत्र इदानीं प्रकृत उदाहरणं मनसि चिन्तयतु. अत्र साध्यमस्ति वह्निः, हेतुः अस्ति धूमः, पर्वते पर्वतः वह्निमान् धूमात् इति अनुमानम्. तत्र साध्यं किम्? अभावः, न क्षम्यतां, वह्निः. साध्य अभावः इत्युक्ते वह्नि अभावः, वह्नेः अभावः, वह्नि अभावः. वह्नि अभावः कुत्र भवति? साध्य अभाववत् इति. पर्वते भवति न, पर्वते वह्नि अभावः भवति वा? न, हृदि, अत्र हृदि इति दत्तमस्ति, परन्तु हृदः इत्युक्ते किम्? पाण्ड्. हा सत्यं, तर्हि निश्चयेन वक्तुं शक्नुमः खलु, हृदे यदा कदापि वह्निः न भवति, पर्वते कदाचित् भवितुमर्हति कदाचित् न भवितुमर्हति, किन्तु हृदौ निश्चयेन न भवति खलु. आम्. हा तर्हि साध्यस्य अभावः, वह्नेः अभावः, साध्य अभावः, वह्नि अभावः, तादृशवह्नि अभावः कुत्र अस्ति इति बोद्धुं साध्य अत्र मतुप्रत्ययं प्रयुक्तमस्ति. अस्मिन् अस्ति इत्यस्मिन् अर्थे मतुप्रत्ययः उक्तः अस्ति. तर्हि साध्य अभाववत् इत्यनेन कः उक्तः? देशः हृदि, अत्र हृदि उक्तः, परन्तु यत्र हृदः उक्तः, हृदः उक्तः. हा तर्हि साध्य अभाववत् अवृत्तित्वम्. तर्हि अवृत्तित्वम् इत्युक्ते वृत्तित्वस्य अभावः. वृत्तित्वस्य अभावः कस्य? वृत्तित्वस्य अभावः इत्युक्ते वृत्तित्वस्य अभावः साध्य अभाववति. अत्र धूमः न भवेत्, साध्य अभाववत् इत्युक्ते हृदः, हृदे यदि धूमः भवति तदा धूमः वह्निं प्रति हेतुः यदा कदापि न भवति. इतोपि किञ्चित् वदामि, तदा इतोपि अर्थबोधः जायते. साध्य अभाववत् वृत्तित्वं हेतौ भवेत्, तदेव आशयः. साध्य अभाववत् क्षम्यता, साध्य अभाववत् अवृत्तित्वं हेतौ भवेत्. तर्हि वाक्यम् एवं भवति, साध्य अभाववत् अवृत्तित्वं यस्मिन् अस्ति सः हेतुरूपेण स्वीक्रियते चेत् अनुमानं भवति इति अर्थः. तर्हि हेतौ कीदृशधर्मः भवेत्, सः एव उचितहेतुः भवति यस्मिन् साध्य अभाववत् अवृत्तित्वं भवेत्. इत्युक्ते साध्यं यस्मिन् नास्ति तस्मिन् हेतुः अपि यदा कदापि न भवति चेत् तादृशहेतुः हेतुना एव अनुमानं कर्तुं शक्यते इति बोधः. रमेश् महोदय, किम् अवगतम्? दट् मीन्स् दट् वेर् देर् इस् नो where you can say that there is no fire, no possibility of fire, no possibility of fire, there is no smoke. Where there is no fire, there is no smoke. Is that no. correct? That doesn't correct. Look right. You have to add one if. If where there is no possibility of fire, if there is no smoke, if there is no smoke, then that kind of smoke there, this possibility is there, that kind of smoke alone can be taken to be the hetu for fire. Tarhi sadhya abhavat avrittitvam dhumau dhume bhavet, tada eva dhumah dhumena hetuna vannehe anumanam kartum shakyate, no chetna. साध्यम् इति वह्निः, साध्यस्य अभावः साध्य अभावः वह्नि अभावः, वह्नि अभावः यस्मिन् अधिकरणे अस्ति ह्रदः तस्मिन् ह्रदे हेतोः वृत्तित्वस्य अभावः भवेत्, तदेव अत्र लिखितम्। साध्यः इति वह्निः, साध्यस्य अभावः वह्नि अभावः, वह्नि अभावस्य अधिकरणं साध्य अभाववत् तावत् प्राप्तं, सः कः? ह्रदः। तर्हि ह्रदे कस्य वृत्तित्वं भवेत् इति चेत् धूमस्य अवृत्तित्वं भवेत्, इत्युक्ते ह्रदे धूमः यदा कदापि वृत्तिः इत्युक्ते आदेयः इति अस्माभिः अधीतं खलु आरम्भकाले एव, तादृशमस्ति। तर्हि साध्य अभावत् अवृत्तित्वं यस्मिन् हेतौ अस्ति, यस्मिन् अस्ति सः एव हेतुः भवति। अत्र सामान्यतया कथं वदेम, यत्र यत्र धूमः तत्र तत्र वह्निः इति प्रथमवाक्यम्, अन्वयवाक्यम्। यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति व्यतिरेकमस्ति खलु, तदेव अत्र उक्तं केवलं। यत्र यत्र वह्नि अभावः ह्रदः तत्र तत्र धूमाभावः अपि ह्रदे इति तादृशं, तर्हि तादृशमस्ति चेत् तदेव अत्र साध्याभावत् अवृत्तित्वम् इत्यनेन उक्तम्। अत्र व्यतिरेकं स्वीकृत्य लक्षणं कृतं, व्याप्तेः लक्षणं कृतं, साध्य अभाववत् अवृत्तित्वम् इति। महोदय, अतः एव पूर्वे अपि वयं च दृष्टं, पक्षः इत्युक्ते साध्यमान् अपि च हेतुमान् पक्षः इति, अत्र सत्यं अधिकरणम् इति ह्रदः अस्ति, तत्र साध्यमपि नास्ति हेतुः अपि न भवेत्, तदेव। यदि साध्यं नास्ति किन्तु हेतुः अस्ति चेत् यदा कदापि, अस्मिन् समये इति नास्ति, यदा कदापि भवितुमर्हति चेत् तत्र तादृशहेतुं स्वीकृत्य साध्यं साधयितुं न शक्नुमः। अस्तु, किञ्चित् जाटिल्यमिव भाति अत्र, वस्तुतः किमपि नास्ति, किञ्चित् पुनः पुनः वदनेन अत्र अर्थबोधः जायते। महोदय, परन्तु तत्र हृदादि कदाचित् धूमः दृश्यते खलु, कुत्रचित् ऐ मीन् अन्यत् कुत्रापि वह्निः अस्ति अतः तत्र धूमः अस्ति, तद् धूमः वायुना अत्र आगच्छति हृदादि, तर्हि तत्रापि तत्र धूमः दृश्यते परन्तु वह्निः नास्ति। तस्य कुत्र? वायौ न, वायुना अधुना धूमः हृदादि आगच्छति, अस्तु हृदे आगच्छति, तर्हि हृदे धूमः दृश्यते, हेतुः दृश्यते, परन्तु तेन परन्तु तत्र साध्यस्य अभावः अस्ति एव। हा, इति समीचीनम्। इत्युक्ते यदि कोऽपि पृच्छति अतः अस्तु भवतु, अत्र यथा भवता उक्तं वायुना अत्र धूमः भवितुमर्हति, किन्तु प्रातःकाले यदि शीतदेशं गच्छेम तत्र मिस्ट् इति भवति खलु, मिस्ट् अस्ति, हा तदेव, तदपि धूममेव दृश्यते, दृश्यते, तर्हि तद् दृष्ट्वा अत्र धूमः अस्ति इति न वक्तव्यम्। भवतु, किन्तु अत्र साध्य अभाववत् अवृत्तित्वम् इत्यस्य अर्थः बुद्धः वा? साध्य अभाववत् अवृत्तित्वम् इत्युक्ते अत्र वृत्तिः इत्युक्ते सामान्य आधेयः इति अस्माभिः पूर्वं पठितम्। तर्हि पुस्तकम् अस्तु, स्वामिमहोदय भवान् वदतु, पुस्तकम् उत्पीठिकायाम् अस्ति इति उदाहरणं, पुस्तकम् उत्पीठिकायाम् अस्ति, स्वामिमहोदय अस्ति वा? आं महोदय, पुस्तकम् उत्पीठिकायां, पुस्तकम् उत्पीठिकायाम् अस्ति, तर्हि अत्र आदेयः कः, आधारः कः? आधारः उत्पीठिका महोदय, पुस्तकम् आधेय. हा उत्तमं. तर्हि इदानीं भिन्नरीत्या अहं पृच्छामि, वृत्तिः कः? वृत्तिः इत्युक्ते आदेयः एव. वृत्तिः इत्युक्ते आदेयः एव महोदय. तर्हि वृत्तिः कः? पुस्तकमेव. हा समीचीनं समीचीनं. तर्हि वृत्तिः इत्युक्ते आदेयः, अत्र वृत्तिः इत्युक्ते पुस्तकम् एव. अपि च किमपि धर्मं यदि अहं वदामि, धर्मं कुत्र वर्तते? धर्मिणि वर्तते खलु. तर्हि धर्मी धर्मः अपि वृत्तिः इति भवति खलु. पुनः महोदय, कश्चन धर्मः अत्र बोधकता, बोधके बोधकता अस्ति इति उक्तं खलु. तर्हि अत्र बोधकता इति धर्मः अस्ति, बोधकः इति धर्मी अस्ति. तर्हि बोधकता बोधकते अस्ति, बोधके अस्ति इति यदि अहं वदामि, तर्हि तत्र बोधकता इति धर्मः भवति खलु. आं महोदय. धर्मः अपि वृत्तिः एव. किमर्थं? धर्मिणी अस्ति इति कृत्वा. धर्मः अपि आदेयः अस्ति. तर्हि वृत्तित्वम्, इदानीं धर्मः इत्युक्ते वृत्तिः, तर्हि वृत्तित्वम् इत्यनेन किम् उक्तम्? धर्मत्वम्. हा धर्मत्वम्. हा तर्हि इदानीं पश्यतु, समीचीनम्. अत्र साध्यं, साध्यस्य अभावः, साध्य अभावः, साध्य अभाववत् इति चेत् तत्र अधिकरणं भवति. तस्मिन् अधिकरणे वृत्तित्वस्य अभावः भवेत्. कस्य वृत्तित्वस्य? तर्हि इदानीं वृत्तित्वं कुत्र अस्ति? धूमे अस्ति. धूमे वृत्तित्वमस्ति, स च वृत्तित्वस्य अभावः. यदि साध्य अभावः अस्ति तस्मिन् अधिकरणे, हेतोः वृत्तित्वस्य अभावः अपि अस्ति चेत् तदा तादृशहेतुः उचितहेतुः भवति, तदेव व्याप्तिः इति स्वीकर्तव्यम् इति अत्र सिद्धान्तः अस्ति. साध्य अभावत् अवृत्तित्वम्. एतत् व्यतिरेकरूपेण किमर्थं निरूपितं महोदय? तदनन्तरं पश्येम, इदानीम् अवगच्छतु. तत्र सौकर्यमस्ति, समीचीनप्रश्नः अस्ति. यत्र व्यतिरेकेण वदेम तत्र महान् सौकर्यः अस्ति. किम् अस्तु, अत्र एकक्षणं महोदय, अत्र इदानीमेव वदामि. अस्तु, व्यतिरेके महान् सौकर्यमस्ति इति चेत् किम्? अत्र अभावः, व्यतिरेकमित्युक्ते अभावं स्वीकृत्य वद, अभावं स्वीकृत्य अत्र वर्णनं खलु. आम्. अभावस्य प्रतियोगी, एकस्य अभावस्य प्रतियोगी लोके कति विषयाः भवन्ति? घट अभावस्य, घट अभावमिति स्वीकुर्मः, घट अभावस्य प्रतियोगी बहुत्र बहुत्र भवितुमर्हति. न न, मम प्रश्नं श्रुत्वा उत्तरं वदतु. घट अभव अभावस्य प्रतियोगी कः? प्रथमं तद्वदतु. घट, घटः वा केवलं घटः वा? केवलं घटः महोदय. हा लोके बहवः बहूनि वस्तूनि सन्ति, कोटिकोटिवस्तूनि सन्तु, तर्हि किन्तु घटः एव प्रतियोगी भवति खलु. इति कृत्वा यदि व्यतिरेकं स्वीकृत्य वदेम तदा प्रतियोगी एकः एव भवति. इति व्यतिरेकं स्वीकृत्य यदि वर्णनं कुर्मः तदा अवगमने सौकर्यमस्ति, एकः एव प्रतियोगी इति. तदेव महत्त्वं व्यतिरेकस्य महत्त्वं किमर्थं व्यतिरेकं स्वीकृत्य वदेम इति चेत् व्यतिरेकस्य अभावस्य प्रतियोगी एकः एव भवति इति कृत्वा अत्र सौकर्यमस्ति. अस्तु, मेहुल् महोदयस्य प्रश्नः कः? तर्हि अत्र व्याप्ति इति धर्मः भवति खलु, अवृत्तित्वम् इति यतः. हा, अवृत्तित्वम् एव व्याप्ति, सत्यम्. अत्र साध्याभाववत् इत्युक्ते अधिकरणम् इति एव भवति. तर्हि तस्मिन् अवृत्तित्वम् इति धर्मः अस्ति, तदेव व्याप्तिः इति खलु. अस्तु, एकनिमिषं, न तादृशं नास्ति, किञ्चित् क्लेशः अस्ति अत्र. साध्य अभाववत् अवृत्तित्वं कुत्र भवेत् भवत्याः अवगमनानुसारम्? अहं चिन्तयामि अत्र साध्याभाववत् किम् इत्युक्ते अधिकरणम् अत्र अस्मिन् उदाहरणे हृदादि इति अधिकरणं साध्याभाववत् अस्ति. तर्हि अवृत्तित्वम् इति धर्मः कुत्र भवेत्? तत्र एव हेत्वाभाववृत्तित्वम् अस्ति, तत्र एव अस्ति, अतः तत्र ब्रह्मः भवति. अस्तु, हा, समीचीनं. तर्हि तत्रैव क्लेशः अस्ति. इदानीं किञ्चित् प्रतिपादयामि निमिषद्वयान्तरं, तदनन्तरं पुनः अस्मिन् विषये अग्रिमवर्गे चिन्तयेम. अस्तु, साध्य अभाववत् तावत् क्लेशः नास्ति खलु, ह्रदः इति आगतः. तर्हि अस्तु, यत्किमपि ह्रदे अस्ति तद् वृत्तिः भवति खलु, यदि मीनम् इति स्वीकुर्मः. तद्वृत्तिः, तर्हि मीनः वृत्तिः भवति ह्रदे. के मीनः जले ह्रदे अस्ति इति कृत्वा मीनः इदानीं वृत्तिः. तर्हि वृत्तित्वं कुत्र अस्ति? मीने अस्ति. कीदृशवृत्तित्वमस्ति मीने? साध्याभाववत् वृत्तित्वम्. अत्र साध्य अभाववत् इति वस्तुतः न वक्तव्यं, ह्रदे अस्ति खलु. इत्युक्ते अत्र केवलं मीनः इति तावदेव वदामश्चेत् मीनं स्वीकृत्य किमपि न निरूपणं मया क्रियते, कस्यापि निरूपणं मया न क्रियते. अतः साध्य अभावत् इति वक्तव्यं. केवलम् अत्र वृत्तित्वम् इति पदस्य अर्थबोधम् अहं वदन् अस्मि. तर्हि जले ह्रदे मीनाः सन्ति, तेषां वृत्तित्वम् अस्ति. तर्हि मीनः वृत्तिः अस्ति, मीने वृत्तित्वमस्ति. हा, तर्हि इदानीं भूमिः इति स्वीकुर्मः अधिकरणत्वेन. भूमिः, पृथिवी, तत्र मीनाः भवन्ति वा न वा? न भवन्ति. तर्हि ह्रदे ह्रदे विद्यमानमीने वृत्तित्वमस्ति. सत्यम्, ह्रदे तस्य वृत्तित्वमस्ति, किन्तु भूमौ मीने कीदृशवृत्तित्वमस्ति? अवृत्तित्वमस्ति खलु. भूमे भूमौ मीने भूमौ मीने अवृत्तित्वम् अस्ति. हा, भूमः, भूमिः इति अधिकरणमिति स्वीकुर्मश्चेत् इदानीं भूमौ मीनाः न भवन्ति इति कृत्वा मीने इदानीम् अवृत्तित्वम् आगतम्. भूमेः अपेक्षया इत्युक्ते भूमौ मीनाः आधेयः न भवन्ति. सत्यं, हा, इति अर्थः, इति अर्थः, इति अर्थः. एवं ह्रदे धूमः यदा कदापि आदेशः न भवति. तदेव अत्र उक्तं, साध्य अभावत् अवृत्तित्वम्. अस्तु, अग्रे आयास्यति, इतोपि पठेमश्चेत् अर्थबोधः जायते, किन्तु एतावत्पर्यन्तं चिन्तयन्तु. अपि च ऐ विल् ड्राप् अ बाम्बशेल् नौ. शृणोतु तदनन्तरं पश्येम. साध्य अभाववत् अवृत्तित्वम् इति यद् लक्षणम् उक्तं, व्याप्तेः लक्षणम् उक्तं, तत्तु इदानीं पूर्वपक्षिणः लक्षणमस्ति, न तु सिद्धान्तिनः लक्षणम्. पूर्वपक्षेः लक्षणं स्वीकृत्य इदानीं चिन्तयति आचार्यः, तदनन्तरम् अत्र एतद् लक्षणं समीचीनं वा न वा इति अग्रे चिन्तनं प्रवर्तते. भवतु, तर्हि साध्य अभाववत् अवृत्तित्वम् इति सिद्धान्तिनः पक्षः नास्ति, पूर्वपक्षिणः पक्षः इति मनसि स्थापयतु. साध्य अभाववत् अवृत्तित्वम् इत्युक्ते किम् इति चिन्तयन्तु. अग्रिमवर्गे इतोपि पुनः तत्र गभीरचिन्तनं कुर्मः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.